अस्तु, नमस्सर्वेभ्यः। अस्माकं द्वादशतमं भाषितं संस्कृतं वर्गं प्रति स्वागतम्। यथा प्रकारः ध्येयमन्त्रः, अहं किञ्चित् परिवर्तनं कृतवती। अस्तु, एकनिमिषम्। अभिषेक् महोदय, नमस्ते, आरम्भं करोतु। जानाति किं भवान् एकं श्लोकम्? अस्तु, चिन्ता मास्तु, चिन्ता मास्तु, अहं वदिष्यामि, भवान् अनुसरोतु। ॐ सहनाववतु, ॐ सहनाववतु, सहनौ भुनक्तु, सहनौ भुनक्तु, सह वीर्यङ्करवावहै, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै, मा विद्विषावहै। ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। इदम् इदानीं वदतु भगिनी। ऐ काण्ट् सी द स्क्रीन्। कैनोट् सी द स्क्रीन्? नो, नथिङ्ग् इस् देर् आन् द स्क्रीन्। ओ मै गाड्, ऐ एम् सो सोरि, क्षम्यतां महोदय। अहम् आदौ एव कृतवती वस्तुतः, क्षम्यताम्। इदानीं दृश्यते किम्? न भगिनि, नैव। किं किमर्थम्? अस्तु, कृतवती एव। इट् वास् देर् इन् द स्टार्टिङ्ग्, देन् वनिश्ड्। डेस्क्टाप् दृश्यामि। आं, कृतवती डेस्क्टाप् एव। इदानीं दृश्यते किं? नैव भगिनि, नैव। किं किम् एतत्? क्षम्यतां महोदय, किमर्थं? सर्वमपि करिष्यामि, चिन्ता मास्तु। इदानीम् अवगतं किमर्थम् इति। या, नौ वी केन् सी, नौ वी केन् सी। अस्तु अस्तु, क्षम्यतां महोदय, वदनीयं किल? यु शुड् हव् टोल्ड् मी अर्लियर्, सोरि, ऐ एम् सो सोरि, ऐ एम् सो सोरि। अस्तु, चिन्ता मास्तु। ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। अस्तु, एषः श्लोकः तु प्रसिद्धः एव। आदौ गुरुकुले गुरुकुले वदन्तः आसम् स्मः। So this is a quite a famous shloka. It is a very beautiful one also, and it as you can see, it says that whoever is teaching and whoever is learning, and in fact I would extend it to whoever are together, may the supreme force protect both of us, may that force nourish us, and may we perform brave actions and let us be bright with learning. Let us not hate each other. Astu. Anyat kopi vaktum icchati kim? Shloka, because it's a new one. Is there anybody else who would like to tell the shloka? Nariti, what? I will tell. Astu. Vadatu. Ka vadati kopi? Vishalakshi bhagini vadatu. Can't see the screen. Bangala charana charanam. Om sahanavavatu sahanau bhunaktu sahaviryam karavavahai tejasvinavadhitamastu mavidvishavahai. Om shanti shanti shanti. And whenever there is a visarga, if it is followed by the sa or a sha, then you have to stress, it becomes half sa or sha. So om shanti shanti shanti shanti. Om shanti shanti shanti. Yeah, Abhishek Mahoday, dhanyawad. Yeah, astu. Meenu bhagini. मङ्गलाचरण ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहे तेजस्विनाम उत्तमं वदतु तेजस्विनावधीतमस्तु मा विद्विषावहि ॐ शान्ति शान्ति शान्तिः. धन्यवादः भगिनि. सर्वेषां कृते धन्यवादाः. अस्तु, इदानीम् एतत्तु करणीयमेव. अहम् आदौ एव उक्तवती, अभ्यासपुस्तकम् एव अस्माकं लक्ष्यम् अस्ति. तर्हि आरम्भं कुर्मः. मीनू भगिनी पठतु. मम नाम मीनू. मम somebody else will also speak. No, you tell this one. We'll do sambhashanam later on. Bhavatah naam kim? Bhavatyah naam kim? Akarantah pulingah shabdah. Akarantah अकरान्तः नपुंसलिङ्गः शब्दः. नपुंसकलिङ्गः शब्दः. तत्र किम् इत्युक्ते अ, यत्र अ अन्ते अस्ति तत् पुंलिङ्गे अस्ति. अधिकतया लिखितमस्ति अत्र. तर्हि यत्र अ अन्ते अस्ति, शब्दस्य अन्ते अ अस्ति चेत् पुंलिङ्गः शब्दः इति. So mostly, we cannot tell always, mostly all the words which end with a pumlinga shabda, and those which end with am are napumsaka linga shabda. Okay? Shabda parichayah. Aha akarantaha pulinga shabda. A ending masculine gender word. Yeah. Vrikshah akarantah pulingah vriksha shabdah. Okay. And this also is very important to know, because later on, now it will not be so important, but how the word is broken up. So when you see, when you are writing your own name, or even when you are reading words, then keep in mind that when you say vrikshah over here, it is not vru as such. It is vakara, rukara, ka, ksha also, not many. Sometimes people don't know, or we learn newly when we do Sanskritam, that it is actually a mixture of ka and sha, okay? And then this is shakara and then akara ending. So this is very important. That's how you have the ending as a. Okay? Asti. Agree. Patatu bhagini. Am akarantah napunsalingah shabdah. Napunsakalingah shabdah. A ending, neuter gender word. Am ending. Am ending. Amen. Pustakam. Pustakam. Pustakam akarantah napunsalingah pustaka shabdah. Pustaka shabdah. Pustaka, what is the word for that root word for now? I have told this before. Dhatu. Naiva. Dhatu is for kriyapadam. So this is pratipadikam. Pratipadikam. Etattu pratipadikam asti. Astu. Idanim this I think we know already, so we'll go straight away to the astu. Saha patat cholaha. Saha cholaha. Saha cholaha. Dvau asti chet saha taute. Saha taute. Saha taute. So, saha cholaha. Tau kau. Haan, uttamam. Tau cholau. Uttamam. Adhikaha santi che. Te ke, te cholaha. Astu. Karotu. Saha kaha, saha makaraha. Tau kau, tau makarau. ते के ते मकराः. उत्तमं धन्यवादः भगिनि. अभिषेक महोदय आं भगिनि आगच्छतु पठतु. विद्युत् दीपः प्रश्नः प्रश्नं पृच्छतु. सः कः? सः विद्युत् दीपः. द्वौ स्तः चेत् सः तौ तौ सः तौ सोरि सः तौ ते सः तौ ते कः कौ के तथा सः सः तौ ते कः कौ के. इदानीं those are the pronouns which I have indicated because I don't want to write it every time. I want to see how much how we can remember without seeing it. So if there are two bulbs, then what will be the question? Kshamyatam bhagini. Tau kau uttamam. Tau vidyut deepau उत्तमं. ते के ते विद्युत् दीपाः. उत्तमम्. अग्रिमं करोतु. एषः कः? एषः करदीपः. करदीपः. करदीपः. क्षम्यतां महोदय. Kar Deepaha, if you tell, then it is Ra with Repha with a Halant. But here you have to pronounce that A. So Kara Deepaha, against Kar Deepaha. So when you are writing it, then generally you will write Kar Deepaha. Kara Deepaha. Kara Deepaha. Eshaha Kaha, Eshaha Kara Deepaha. I'll tell you. Eshaha etau ete. एषः एतौ कौ उत्तमम् एतौ करदीपौ करदीपौ एते के एते कर करदीपाः द्वौ स्तः चेत् क्षम्यतां भगिनि द्वौ स्तः चेत् sorry I didn't understand if there are two then etau karadeepau uttam etau kau etau karadeepau an agrimam karotu eshah kah eshah ghatah etau kau etau ghatau ete ke एते घटाः उत्तमम् अग्रिमं करोतु तत् किं तत् पुस्तकं ते ते के उत्तमं ते पुस्तके तानि तानि तानि पुस्तकानि उत्तमम् अग्रिममपि करोतु जस्ट् वन् मिनिट् मेम् भगिनी ऐ थिङ्क् यु नीड् टु म्यूट् दि अदर्स् सो देट् आल् आफ् अस् केन् डू इट् विदौट् दिस् थिङ्ग् यु आर् हेविङ्ग् सम् सौण्ड्स् इस् इट् थिङ्क् सम् सौण्ड्स् या That may be because today is Friday here and children are playing over here. And whichever room I go to, I will have that problem. Okay, okay. Yeah. If you are hearing sounds of children playing, then it's very nice when we are not having a class. And if I close the doors completely, then network will go off. Kshamyata. Okay. Is it that bad? Because I can hear clearly. Yeah, it's quite a lot of noise. I don't know, you can ask the others, I'm not sure about the others. Ke Vadanti, Anye? It's okay, we can hear everybody else. Kshamyatam. It is clear. Okay, Kshamyatam Mahade. So Bhagini, Yashaswini Bhagini, perhaps there is a problem at your end, perhaps. No. No, is it? Okay. Astu. Okay. एतत् किम् एतत् व्यजनम् तौ नास्ति नपुंसकलिङ्गे अस्ति किल नपुंसकलिङ्गे तर्हि तत् ते तानि एतत् एते एतानि एते के एते व्यजने उत्तमम् एतानि व्यजनानि उत्तमं धन्यवादाः महोदय धन्यवादः पूजा भगिनी अस्ति किं तत्र पूजा भगिनी नास्ति इति मन्ये राजु महोदय राजु महोदय अस्ति किम् एतत् किम् एतत् ऊरुकम् ऊरुकम् एतत् ऊरुकम् एते के द्विवचनं एते ऊरुके बहुवचनानि एतानि कानि एतानि ऊरुकानि ऊरुकानि तत् किं तत् वातायनम् Etat, because the hand is small, no? Tattar is not wrong, but because the hand is small. Picture we are seeing, so. Etat kim? एतत् वातायनं द्विवचनम् एते के एते वातायने बहुवचनम् एतानि कानि एतानि वातायनानि अग्रिमं करोतु दूरे अस्ति तत् किं तत् भोजनम् is this a plural usually or singular also singular dvivachan also actually it is singular it is understood that it is plural but if you are looking at two or three plates then you can use it that way but definitely otherwise it will be bhojanam like jalam only it will always be nitya bahuvachanam but just for the exercise of the grammar we can do it no problem ते के ते भोजने तानि कानि तानि भोजनानि उत्तमम् अग्रिमं करोतु तत् किं तत् फेनकं ते के ते फेनके तानि कानि तानि फेनकानि अस्तु धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनि विशालाक्षी भगिनि हा वन् मिनिट् एतत् किम् एतत् गृहम् एते के एते गृहमे गृहे गृहे ओके एतानि कानि एतानि गृहाणि गृहाणि मूर्धन्यान् ओके because there is a rule over there but I'm not getting into the rule now because it's okay too okay just okay just trust me that is tat kim uttamam tat yutakam yutakam you know yutakam yutakam te ke te yutake तानि कानि करेक्ट् तानि युतकानि उत्तमम् अग्रिमं करोतु तत् तत् किं तत् कङ्कतं कङ्कतं कङ्कतम् ओके कङ्कतं ते के ते कङ्कते तानि कानि तानि कङ्कतानि पुनरेकवारं वदतु किं तानि कानि तानि कङ्कतानि धन्यवादः एतत् किम् एतत् सङ्गणकं सङ्गणकम् एते के एते सङ्गणके एतानि कानि एतानि सङ्गणकानि उत्तमं धन्यवादः भगिनि धन्यवादः भगिनि यशस्विनी भगिनि आगच्छतु एतत् एतत् किम् ओके जस्ट् अ मिनिट् ओके जस्ट् अ मिनिट् ओवर् हियर् ऐ वाण्ट् टु से दट् वै दिस् मित्रम् इस् नपुंसकलिङ्गम् इस् देर् इस् अ रीज़न् बिकास् द अनदर् नेम् फार् द सन् इस् मित्र अनदर् नेम् फार् सन् आदित्यमित्र सो देट् son, S-U-N, son, is Mitraha. And this you have to remember, because whenever you are using the word for the son, then you should remember that that one is masculine. That is Pumlingi Asti. Apicha Mitram. Sakhi Asti Yada. Tada Napumsaklingi. Napumsaklingi Asti. And otherwise also it falls into that, no? Because of the Because of the but this is special information. Yeah, understood. Etat, etat kim, etat mitram, ete ke, ete mitre, etani kani, etani mitrani. Okay, now over here again you have to tell mitrani. Yeah, mitrani. Eta, etani mitrani. Ah, that's come out. Yeah. Saha, saha, saha. Upari, upari dattam yatasti. मित्रः उत वा मित्रमः सो यू हैव टू रीड इट लाइक दैट यू हैव टू रीड इट लाइक दैट मित्रः उत वा मित्रम मित्रः उत वा मित्रम मित्रः सन मित्रम फ्रेंड ओके नाउ यू कैन डू दिस वन बगिनी ऑफ कोर्स देयर आर नमस्ते प्रिया बगिनी Of course, there are no 2 sons and 10 sons, but just for the exercise. Yeah. Saha, saha mitraha, sau mitrau. I have to tell the question also. Yes. Achha. Saha kaha, kaha mitraha, tau kau, tau mitrau, te ke, te mitraha. Uttama. अग्रिमं करोतु दिस् इस् सा ते ताः ऐ एम् नाट् गोयिङ्ग् टु रैट् इट् नौ ऐ विल् टेल् यू सा ते ताः एषा ते ताः अण्ड् द क्वश्चन् आल्सो विल् बि इन् द द क्वश्चन् आल्सो विल् चेञ्ज् अकार्डिङ्ग्लि का के काः का के काः So, this will be Esha. No, first you read what is there, far away, no? Sa, Shifar, Shifar, Ka, what feminine. Okay. Sa, Ka, Sa, Shaiya. I have to continue. K, K. Yes, yes. Dvivachanam. ते के ते शय्ये उत्तमं देन् द लास्ट् इस् वाट् ताः काः करेक्ट् करेक्ट् ताः शय्याः उत्तमम् अग्रिमम् अपि करोतु दिस् इस् फार् अवे सो दिस् विल् बि तत् Tata Kim? Lingam Kim? Lingam Kim? Sorry. Petika. Sorry. Ta Kim? Ta. Okay, Ta Te Ta Ha? Ka Ke Ka. Ta Ke Ka, no? सा पेटिका ते पेटिके तः कः सः पेटिकाः उत्तमम् अग्रिमं करोतु सा का अगेन् सा ओन्लि विल् कम् सा का सा पञ्चालिका पाञ्चालिका सा पाञ्चालिका डाल् इट् इस् अच्छा सा का सा पाञ्चालिका then te ke te panchalike. Then taha kaha taha panchalikaha. Uttamam agrimam karatu. Oh, tilinge eva vartate. Astu chinta mastu patatu. Okay. Which one? सा बालिका ते के ते बालिक बालिके तः कः सः बालिकाः. उत्तमं, धन्यवादः भगिनि. नमस्ते. ऐ हव् अ क्वश्चन्. Yeah. I'm a little confused why this is Prathama Vibhakti and not Dvitiya Vibhakti. Isn't the Kriyapad here Asti? The Kriyapadam is, there is, it is Adhyaharaha, but it is not an object, right? It is not an object, so it is Asti. So, I am there. Which is the subject over here? I am there. Which is the subject? Subject is, I thought, Esha. No, in this sentence which I'm saying, I am there, in English. In that sentence, I would be the subject. I would be the subject. So over here we are saying, this is a girl. The girl is there actually, in that sense. It is not, the girl is there. I thought this is girl or that is girl. So this and that will be the subject. Then even if you look at it that way, okay, this darshana is there. Supposing you take it that way, okay, this darshana is there. Then this becomes the adjective for darshana, right? So this darshana is there is also. This and darshana both are the subject over here. Why? Because the subject, this is qualifying the noun darshana. So you have to understand it that way. Okay, so Esha is not that, but Esha is there. Here. It is that girl is there. Asti is there, right? That girl is there. So Esha, Balika, अस्ति किल. का अस्ति? बालिका अस्ति. कीदृशी बालिका? एषा बालिका. दिस् बिकम्स् द एडजेक्टिव् एक्चुलि फार् देट् इन् देट् वे इन् देट् सेन्स् द डेमोन्स्ट्रेटिव् एडजेक्टिव् द डेमोन्स्ट्रेटिव् ओके देट् इस् नाट् द सब्जेक्ट् ओके या देट् इस् नाट् द सब्जेक्ट् इन् सब्जेक्ट् सब्जेक्ट् सेन्स् इट् इस् क्वालिफैङ्ग् द सब्जेक्ट् ओके डस् देट् आन्सर् युर् क्वश्चन् महोदय. Yes, it is. It's a good question. It's a good question because this kind of conversation or this kind of demonstration is not there as often in other languages, but you will come across that in Sanskritam quite often. Saha Ramaha Uktavan. You will come across it very often. When we read also, no? Saha Balakaha will tell. We don't tell only Balakaha, generally, if you read, when we start reading stories and all that, which will be a little longer, that time you will realize that. It's something which everybody has to get used to when they start Sanskrit. It's a good question, Mahalaya, thank you. Dhanyavad. Dhanyavad. Kaya pati tavyam idanim yashasvini. Abhishek Mahalaya, Abhishek Mahalaya. इदानीं किं किञ्चित् शीघ्रमपि कर्तुं शक्नुमः. नौ सिन्स् वी हेव् आल् डन् इट् वान्स् वी केन् गो अ लिटल् फास्ट्. वदतु महोदय. सः कः? सः बालिका. लिङ्गं किं? सा का? सा बालिका. का के कः ते के ते बालिके ताः बालिकाः उत्तमम् अग्रिम एषा का एषा कुञ्चिका एते के उत्तमम् एते कुञ्चिके ताः काः एताः एताः काः एताः कुञ्चिकाः उत्तमं महोदय धन्यवादः अग्रिम पूजा पूजा भगिनी अस्ति किं पूजा भगिनी अस्ति वा नैव प्रिया भगिनी आगच्छतु नमस्ते भगिनि नमस्ते पठतु शिला शिला शिलाखण्डः और शिला शिला शिला इदानीं जानाति किल सा ते ताः एषा एते एताः का के का तर्हि प्रश्नमपि पृच्छतु ओके एषा का एषा शिला शिला शिला अस्तु अस्तु एषा का एषा शिला एषा एते एते एते ते एते शिले एताः काः एताः शिलाः का अस्तु भगिनि मापिका एषा का एषा दूरे दूरे अस्ति किल दूरे अस्ति दूरे अस्ति तर्हि तर्हि तत्र दूरे अस्ति चेत् सा के ताः अस्तु सा ते ताः अस्तु भगिनि सा का सा मापिका ते के ते मापिके काः सा का ताः काः ताः मापिकाः उत्तमम् अग्रिमम् दिस् इस् अस्तु एषा दिस् इस् शाटिका एषा का एषा शाटिका एते के एते शाटिके एताः काः एताः शाटिकाः उत्तमम् अग्रिममपि करोतु अस्तु भगिनि अग्रिममपि करोतु अस्तु भगिनि निधानिका निधानिका कबोर्ड् इस् इट् भगिनि कपाटिका प्रापर् कबोर्ड् विल् बि कपाटिका एण्ड् दिस् विल् बि अ शेल्फ् ओ अस्तु भगिनि निधानिका दिस् इस् फार् सो इट् विल् बि सा सा का सा निधानिका ते के ते निधानिके ताः काः ताः निधानिकाः एतदपि नित्यपुल्लि पुंलिङ्गे अस्ति शर्करा बिकास् शर्करा यु डोण्ट् हेव् वन् बट् फार् द एक्ससैज् जस्ट् डु इट् भगिनि ओके भगिनि शलि कण्टिन्यू भगिनि वित् दिस् या प्लीस् प्लीस् कण्टिन्यू बिकास् ऐ वाण्ट् एव्रिबडि टु गेट् द हेङ्ग् आफ़् इट् सो देट् इट् बिकम्स् अ लिटिल् फास्टर् वेन् यु डु वन् आर् टु देन् ऐ थिङ्क् समटैम्स् वाट् हेपन्स् इस् देट् इट् डज़न्ट् यु नो इट् डज़न्ट् गेट् इन् टु द डि एन् ए सो ऐ इफ् यु डु मेनि टुगेदर् या देट्स् वै ऐ एम् डूयिङ्ग् मोर् दिस् टैम् ओके शर्करा शर्करा दिस् इस् लैक् क्लोस् बै सो इट् विल् बि एषा एषा का एषा शर्करा एते के एते शर्करे एताः काः एताः शर्कराः. उत्तमं भगिनि, धन्यवादः. धन्यवादः भगिनि. राजु महोदय. राजु महोदय अस्ति. सत्यं तत् लिङ्गं पश्यतु महोदय. जलनालिका. एषा का? एषा जलनालिका. द्विवचन एते के? एते जलनालिके. एताः कः? एताः जलनालिकाः. उत्तमम्, अग्रिमं करोतु. अत्र अत्र अत्र किञ्चित् किम् अवधानं दातव्यं. सम्मार्जनी. सो महोदय, डु यु नो द ईकारान्त प्रथमा विभक्ति? इट् गोस् लैक् नदी. सो नदी, नद्यौ, नद्यः. ओके, ऐ विल् रैट् इट् ओवर् हियर् एण्ड् यु डू इट् अकार्डिङ्ग्लि, बिकास् अदर्वैस् वाट् विल् हेपन् इस् विल् बि स्किपिङ्ग् एण्ड् देन् सो ऐ जस्ट् पुट् इट् ओवर् हियर्. ऐ एम् नाट् एबल् टु एडिट् इट् बिकास् दिस् इस् नाट् मैण्ड्, सो ऐ पुट् इट् ओवर् हियर्. ओके महोदय. Okay, so accordingly, Nadi, Nadyau, Nadyaha. So accordingly, do this one. The questions will be the same naturally. Esha ka? Esha sammarjani. Sammarjani. Sammarjani. Ete ke? Ete sammarjanya. Samarjanye. Samarjanyau. That's what happened. Samarjanyau. You're able to see the Nadi, Nadyau, Nadyah. Ete Samarjanyau. Etaha kaha? Etaha? Ekanam. Ekanam. Ha. Idani. Etaha Samarjanyaha. Ha. Uttamam. Uttamam Mahodaya. क्षम्यतां महोदय, एकनिमिष. ऐ ट्रस्ट् देट् एव्रिबडि हेस् अण्डर्स्टुड् वै वि आर् डूङ्ग् देट् बिकास् सो फार् वि वर् डूङ्ग् अकारान्त पुंलिङ्गः, आकारान्तः स्त्रीलिङ्गः, बट् दीस् वर्ड्स् हेव् ईकारान्तम् एण्ड् दे गो लैक् नदी. सो नदी, Nadyau, Nadyah. I think it is there in the grammar document that I have sent. In case it is not there, I will put it. But this we have to keep in mind. Astu Mahoday, Agrimam. Agrimam Karotu, Kshameda. Vadat. Sa ka, sa ghati. Te ke, te ghatyo. Ta ka, ta ka. घट्यः. उत्तमम्, अग्रिमं करोतु. सा का? सा लेखनी. ते के? ते लेखन्यौ. उत्तमम्. तः कः? तः लेखन्यः. उत्तमं, धन्यवादः महोदय. धन्यवादः. रीना भगिनी अस्ति किम्? रीना भगिनी. यस् भगिनी. उत्तमं, नमस्ते. बट् दिस् शुड् बि एषा. ऐ एल् थाट् इस् इट् द नियर् बै मै मिस्टेक्. ऐ वास् कान्सन्ट्रेटिङ्ग् आन् द लेखनी, लेखन्यां. क्षम्यतां महोदय. वि स्टाण्ड् करेक्टेड् महोदय. राजु महोदय, मै मिस्टेक्. धन्यवादः. धन्यवादः भगिनि. अस्तु, इदानीं वदतु रीना भगिनी, एतदेव करोतु. एषा का? एषा लेखनी? एते के? एते लेखन्यौ? उत्तमम्. लास्ट् इस् एतः? एताः. एताः काः? एताः लेखन्यः. लेखन्यः, ओके, गोल् लेखन्यः. लेखन्यः, ओके, नाट् लेखन्याः, बट् लेखन्यः. लेखन्यः. उत्तमम्, अग्रिमं करोतु. सा का? नैव, सा का? सा का? सा अङ्कनी? अङ्कनी, अङ्कनी, देट् इस् देट् क ख ग घ म, द लास्ट् वन् अनुनासिका, देट् इस् देर्, देट् इस् हाफ् ओवर् देर्, सो अङ्कनी. सा अङ्कनी. से के? ते के. ते के? ते अङ्कन्यौ? उत्तमम्. And last is saha? Not saha. Sa te taha. So taha? Taha. Saha? Kaha? Fully. Taha? Kaha? Fully. A matra is there. Okay. Saha? Kaha? Taha? Taha? No, taha. Bagini. Because it is saha? Sa te kaha. सः कः? सः ताः, ताः, सा, ते, ताः, राइट? द क्वेश्चन इज ताः कः? ताः अङ्कन्यः. उत्तमम्, अग्रिमं करोतु. नदी. सा का? सा नदी. ते के? ते नद्यौ. तः कः? ताः. ताः. ताः कः? ताः कः? ताः नद्यः. नद्यः, उत्तमं भगिनि, धन्यवादः. विशालाक्षि, सा गायत्री. ते के? ते गायत्र्यौ. उत्तमं, त्र्यौ. त्र्यौ. ताः कः? ताः गायत्र्याः. गायत्र्यः. नद्यः, सो गायत्री विल् बिकम् गायत्र्यः. ओके, ओके. डियर्, एषा का? एषा लक्ष्मीः. ते के? नो, सोरि, नाट् ते के, एते के? एते लक्ष्म्यौ. उत्तमम्. एता कः? एताः. एताः कः? एताः लक्ष्म्यै. नो, लक्ष्म्यौ. लक्ष्म्याः. लक्ष्म्यः लक्ष्म्यः उत्तमं करोतु एतत् करोतु सा का सा दुर्गा ते के ते दुर्गे दुर्गे नौ वी हेव् कम् बेक् टु आकारान्त माला माले मालाः वी हेव् टु रिमेम्बर् दिस् आल् द टैम् दट् इस् वाट् मेक्स् इट् चालेञ्जिङ्ग् ओ आकार या करेक्ट् करेक्ट् इवन् फार् टीचर्स् ओके सा का सा दुर्गा ते के ते दुर्गे तः कः तः दुर्गाः उत्तमं धन्यवादाः भगिनि धन्यवादः या यशस्विनी भगिनि क्लोस् बै एषा का एषा सरस्वती एते सरस्वतौ वत्यौ सरस्वत्यौ नदी नद्यौ एते सरस्वत्यौ देन् एताः कः एताः सरस्वत्यः उत्तमम् अग्रिमं करोतु सा का सा भद्रकाली सा ते के ते भद्रकाल्यौ उत्तमं देन् तः कः सः भद्र कालयः भद्रकाल्यः अग्रिमं करोतु सा का सा पार्वती ते के ते पार्वत्यौ तः कः तः पार्वत्यः उत्तमं धन्यवादाः अभिषेक् महोदय अस्ति किम् क्षम्यतां भगिनि चिन्ता सा का सा महिला ते के ते महिले ताः काः ताः महिलाः उत्तमम् एतत् करोतु सा का सा पार्वती ते के ते पार्वत्यौ ताः काः ताः पार्वत्यः उत्तमम् करोतु सा का सा वृद्धा ते के ते वृद्धौ नैव तत्र आकारान्त अस्ति किल आकारान्त स्त्रीलिङ्गे अस्ति तर्हि माला माले मालाः आकारान्त स्त्रीलिङ्ग् नो नो दट् इस् द होल् पर्पस् आफ़् दिस् एक्सर्सैस् महोदय एण्ड् इट् इस् नाट् देट् ईज़ि ऐ मीन् वेन् युर् डूयिङ्ग् इट् लैक् दिस् वेन् युर् रैटिङ्ग् इट् इट् इस् बिकम्स् अ लिटल् बिट् सिम्प्लर् बिकास् देर् टैम् टु थिङ्क् ते के ते वृद्धे ताः काः ताः वृद्धाः अग्रिमं करोतु सा का सा लता ते के ते लते ताः काः ताः लताः उत्तमं धन्यवादाः महोदय प्रिया भगिनी प्रिया भगिनी अस्ति किम्? आम् आम् आं भगिनि. लता क्षम्यतां, परिवर्तनं न कृतवती. अस्तु भगिनि. एषा का? एषा माला. एते के? एते माले. एताः काः? एताः मालाः. उत्तमम्, अग्रिमं करोतु. अस्तु. दिस् इस् युवतिः भगिनि. युवतिः. सो यु विल् हाव् टु डु इट् little differently. I'll put it over here. I'll do it now only, because otherwise what will happen? Sreelinge ikaranta shabda asti kina. So you have to follow. Little different actually, not very different, not very different. Little okay okay so matihi mati matayah, you'll follow that that conjugation. Okay, matihi. Okay, mati matayah. So like that only you'll do this one. This is ikarantah bhagini. Ikarantah, that was ikarantah nadivat. Now it is astu ikarantah strilinga. Astu, that you have to remember. Ikara ikarantaka shrilinga always ends with a visarga, is it? Mati? Yes, yes. Like, oh, astu bhagini. I can send some more words later on in the as part of your homework. Okay bhagini, astu bhagini, dhanyavadah. Esha ka? Esha yuvatihi. Ete ke? Ete yuvati. एताः काः? एताः युवतयः. उत्तमम्. आं भगिनि, एषा का? एषा मयूरी. एते के? एते मयूर मयूर्यौ. मयूर्यौ. एताः काः? केन् यु हियर् मी भगिनि? आ यस् यस् भगिनि. आं भगिनि, हलो. अहं न श्रोतुं शक्तवती. आं भगिनि, ऐ एबल् टु हियर् मी नौ भगिनि? ओके. एषा का? एषा मयूरी. एते के? एते मयूर्यः. मयूर्यौ. मयूर्यौ. उत्तमम्. मयूर्यौ. एताः काः? एताः मयूर्यः. धन्यवादः. धन्यवादः भगिनि. राजु महोदय. सा का? सा उत्पीठिका. ते के? ते उत्पीठिके. सः कः? सः उत्पीठिकः. सः कः? सः उत्पीठिकः. अग्रिमं करोतु. एषा का? एषा सूची. ते के? ते सूच्यौ. एते? एते. एते सूच्यौ. सूच्यौ. सः? सः कः? सः एतः सूच्यः. सूच्यः. सो व्हेन यू आर सेइंग एता, इट हैज टू बी फुल्ली आ आई. व्हेन वी टेल आ, दैट आ वी हैव टू से. धन्यवादाः महोदय. धन्यवाद. अग्रे रीना भगिनी. सः सः का स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे हौ डस् इट् गो स्त्रीलिङ्गे सा ते ताः सा ते ताः ओके सा का करेक्ट् द फस्ट् वन् विल् बि सा का सा कतरी कर्तरी कर्तरी सा कर्तरी एण्ड् देन् नेक्स्ट् इस् ते नो करेक्ट् ते के ते कर्तर्यौ उत्तमम् तः कः तः कर्तर्यः अग्रिमं करोतु दिस् इस् लेपन पाटिका लेपन पट्टिका सा का सा लेपन पट्टिका लेपन न यू लेफ्ट इट बिकॉज़ लेपन देन इट विल साउंड एज़ दैट इज अ हलर राइट ओके सा लेपन पट्टिका सा द्विवचन सा ते ता ता ते ते ते के ते लेपन पट्टिके तः कः ताः काः इवन् द लास्ट् ह आल्सो देर् इस् वन् अ मात्र ताः ताः ताः काः ताः ताः ताः कः ताः लेपनपट्टिकाः लेपनपट्टिकाः लेपनपट्टिकाः उत्तमं धन्यवादाः भगिनि धन्यवादाः विजयमहोदय विजयमहोदय आगच्छतु नमस्ते भगिनि नमस्ते जानाति किल पट्टी नदीवत् अस्ति पट्टिका मालावत् अस्ति जानाति किल किं तत्र नदी नद्यौ नद्यः तावत् आं भगिनि वदतु एषः हा एषः एषा का किमर्थं स्त्रीलिङ्गे वर्तते स्त्रीलिङ्गे वर्तते किल तदर्थम् आं भगिनि एषा का एषा पट्टी ते के उत्तमं ते पट्यौ ताः काः ताः पट्यः उत्तमम् अग्रिमं भगिनि क्षम्यतां भगिनि वाट् इस् दिस् पट्टि एण्ड् पट्टिका भगिनि द बेण्डेज् या द बेण्डेज् इट् इस् टु वर्ड्स् फार् द सेम् थिङ्ग् ओ ओके भगिनि And you will find, yeah, in Sanskritam you will find, I mean, just out of curiosity, what you all do is hurry in that, this one, the dictionary that I had sent the link, no, for learnsanskrit.cc or something like that it is, that one, you just put hurry, and you see all the meanings of the word hurry, and it is amazing. Of course, it has to be used in the right context, but just for information. Astu, Mahode. Dhaniwada, Bhagini. Chinta Mahode. Mahode, can you? Esha ka, esha pattika. Te ke, te pattike. Taha kaha, taha pattikaha. Uttama, Mahode. Agreement karutu? अकारान्त स्त्रीलिङ्ग स सा का सा वैद्य ते के ते वैद्ये ताः काः ताः वैद्याः अग्रिमं करोतु शिक्षिका एषा का एषा शिक्षिका ते के ते शिक्षिकौ स्त्रीलिङ्गे अस्ति सो माला मालै माला हा ते के एते ते शिक्षिके एते के एते के एते शिक्षिके एण्ड् द लास्ट् वन् इस् ताः काः एताः काः एताः काः एताः शिक्षिकाः उत्तमं धन्यवादाः महोदय अग्रे विशालाक्षी भगिनी अस्ति किम् विशालाक्षी भगिनी यस् आं करोतु करोतु वन् मिनिट् I forgot that. One minute. Trilinga. सा का सा द्विचक्रिका ते के ते द्विचक्रिके द्विचक्रिके तः कः तः द्विचक्रिकाः उत्तमम् अग्रिमं करोतु दूरवाणी लाङ्ग् First you have to see lingam key. Yeah, whether it's long, yes, this is Duravani, Ikarantaka, Ikarantaka, feminine gender, no? Strilinga vartate. Strilinga. Tari, which word will you use as the reference? Nadi. इन्फर्मेशन् जस्ट् फार् रिविशन् नदी नद्यौ नद्यः इदानीं दिस् इस् एषा का एषा नदी नदी नास्ति तत्र अल्ल सोरि दूरवाणी एते के एते दूरवाण्यौ उत्तमम् एताः काः एताः दूरवाण्याः वाण्यः वै बिकास् दट् इट् डजन्ट् बिकम याः नदी याः वाण्यः दूरवाण्यः दूरवाण्यः धन्यवादः भगिनी अग्रे यशस्विनी भगिनी अस्ति किम् या या आम् आम् भगिनी उत्तमम् एषा का एषा जङ्गमदूरवाणी दट् इस् अ मोबैल् ओके एषा एषे एते के एते जङ्गमदूरवाण्यौ क नास्ति ग अस्ति जङ्गमदूरवाण्यौ उत्तमम् एतः कः एताः कः एताः जङ्गमदूरवाणी वाणी वाण्यः वाण्यः वाण्यः सो न विल् बिकम् हाफ् and you will have yah. Yah and the thing. So, jangama duravanyah. Astu? Vanyah. Astu? Dhanyavadah. So, just for revision, when far away, saha. Close by, eshah. Kaha is the question. नपुंसकलिङ्गः सर्वनामशब्दाः तत् एतत् किम् एवमेव स्त्रीलिङ्गः सर्वनामशब्दाः सा एषा का सर्वनाम इस् प्रोनौन् विच् वी हेव् आलरेडि डन् दिस् इस् जस्ट् रिविजन् अस्तु दिस् आल्सो वी हेव् डन् दिस् आल्सो वी हेव् डन् कृतवन्तः एतदपि कृतवन्तः एतदपि कृतवन्तः इदानीं का अस्ति तत्र मीनुभगिनी आगच्छतु एषा पाकशाला उपरि यत् लिखितमस्ति तदपि पठतु पाकशाला सम्बन्धीनि वस्तूनि एषा पाकशाला एषा का डु इट् देट् वे ओन्लि बिकास् ऐ नो इट् इस् नाट् रिटन् ओवर् हियर् बट् ऐ थिङ्क् वी हेव् टु नौ गेट् यूस्ड् टु एषा का एषा पाकशाला एते के एते पाकशाले एताः कः एताः पाकशालाः अग्रिमं करोतु पाकशालासम्बन्धीनि वस्तूनि एषा का एषा शूलिका एते के एते शूलिके एताः कः एताः शूलिकाः धन्यवादः भगिनि धन्यवादः अग्रिमं क्वमस्ति अस्तु अभिषेक् महोदय आं भगिनि द्वितीय सा का सा शूलिका ते के ते शूलिके ताः काः ताः शूलिकाः इदानीम् एतत् करोतु अपि च समीपे अस्ति इति मन्यतु समीपे अस्ति इति मन्यतु मीन्स् थिङ्क् देट् इट् इस् क्लोस् क्लोस् बै एषः कः उत्तमः चमसः एतौ एतौ कौ एतौ चमसौ एते के एते चमसे एते रामः रामौ रामाः एते के एते चमसाः उत्तमं धन्यवादः महोदय चिन्ता मास्तु महोदय पूजा भगिनी आं भगिनि करोतु एषा का एषा छुरिका एते के एते छुरिके एताः काः एताः छुरिकाः अग्रिमं करोतु स्थालिका दूरे दूरे अस्ति इति मन्यतु सा का सा स्थालिका ते के ते स्थालिके सः कः सः स्थालिकाः उत्तमं धन्यवादाः भगिनि प्रिया भगिनि आगच्छतु आं भगिनि वदतु चषकः एषः कः एषः चषकः एषौ एषः एतौ कौ एतौ क्षम्यतां भगिनि एतौ कौ एतौ चषकौ चषकौ एतौ एते के एते चषके एते रामः रामौ रामौ रामाः चषकाः क्षम्यतां चषकाः धन्यवादः धन्यवादः धन्यवादः राजु महोदय सोसर् करोतु तत्र सा चषकाधानि ते के ते चषकाधान्यो उत्तमं सः सः सः चषकाधान्यः उत्तमं धन्यवादाः महोदय धन्यवादः रीना रीना भगिनी ट्रे करोतु ट्रे ट्रे ओके द फार अवे और द नियर बाय फार अवे फार अवे सा का सा आधानिका ते के ते आधानिके ताहा कहा ताहा आधानिकाः उत्तमं धन्यवादाः भगिनी धन्यवादः विजय महोदय विजय महोदय आम भगिनी वेल्लन वेल्लन नियरबाय और फार अवे नियरबाय ओके एषः कः कः विसर्गः नास्ति एषा का एषा वेल्लनी then esha ete etaha okay ete ke ete velanyah sorry vel dvibachana nadyau so velanyau uttamam okay sa एते एंड देन द लास्ट वन इज ताहा ताहा कहा सॉरी आई फॉरगॉट दैट नियरबाय एषा एते एताः ओके सो एताः कहा उत्तमम् एताः वेलन्यः उत्तमं धन्यवादाः महोदय ऐ थिङ्क् वि कण्टिन्यू दिस् एक्ससैज् नेक्स्ट् टैम् बिकास् देर् आर् क्वैट् अ फ्यू बिकास् ऐ वाण्ट् टु डु वन् सम्भाषणम् आल्सो अत्र अस्ति इदानीम् ऐ रिक्वेस्ट् देट् two sentences each one reads okay because I tried this one sentence last time like a conversation but it doesn't work out in an online class so tat na prayojakam asti tarhi idani vishalakshi bhagini dhanyavadah yeah mude sambhashanam karo atraiva वन् मिनिट् अत्रैव कलाशालायां पठामि ओके हियर् इट् इस् रिटन् कालेज् बट् इट् इस् रिटन् कालेज् बट् कलाशाला इस् एक्चुलि एन् आर्ट्स् कालेज् ओके आर्ट्स् स्कूल् या सिद्धता कथम् अस्ति? धन्यवादः. अग्रे धन्यवादः. पाठ्यभागः एव न, पाठ्यभाग सिद्धा अस्ति. पाठ्यभागः एव न समाप्तः. गणितश्र वन् मिनिट् गणित गणितश्रवणमात्रेण मम शिरोवेदना. उत्तमं, धन्यवादः. मीनू भगिनी, इट्स् नाट् ट्रू, बट् मेथमेटिक्स् श्रवणमात्रे श्रवणमात्रेण ओन्लि बै लिस्निङ्ग् टु इट् लेट् अलोन्. अस्तु, या इट्स् नाट् ट्रू. मीनू भगिनी एकनिमिष मीनू भगिनी, अनन्तरम् अभिषेक् महोदय, अनन्तरं पूजा भगिनी. अस्तु, पठतु. गाढम् अभ्यासः वा? अद्य किमपि न पठितवान् एव. पठितवान् एव, धन्यवादः. अभिषेक् महोदय. मम अक्षराणि न सुन्दराणि. सुन्दराणि. एतां कादम्बरीं पठितवान् वा? पठितवान् वा, धन्यवादः. अग्रे. बहु सम्यक् अस्ति. बहु पूर्वमेव पठितवान्. उत्तमम्. प्रिया भगिनी, राजु महोदय, रीना भगिनी. भगिनी न श्रूयते, अहं न श्रोतुं शक्नोमि. भगिनि, हा, इदानीं श्रूयते. शीघ्रं पठित्वा ददामि. भोः भगिनि. Magini, what is that boho? Ha, boho is like, addressing, are, you know, what man, in sometimes we say in slang, you know, what man. Oh, boho, okay. Evamma karatu, means in that sense. You can use it for both, all genders. When you're talking, you talk only to a human being, so masculine and feminine. Okay, astu Magini. So boho, भोः किं नेट्वर्क् सम्यक् नास्ति वा अद्य? एवम्. ओके, अद्य उत्थाने विलम्बः सञ्जातः. सञ्जातः, अस्तु. राजु महोदय, धन्यवादः. अहं गृहे एव त्यक्त्वा आगतवान्. सो हियर् इफ् यु सी महोदय, That it is not there over here, okay? Aham grihe eva tyaktva agatavan. Agatavan came. Tyaktva left. Eva only. Grihe. So, there is a word called adhyaharaha in Sanskritam. So, it is understood. I left it at home. Agrimam patat. Adya tu viramaha. Uttamam. रीना भगिनी, विजय महोदय, विशालाक्षी भगिनी. यस्, भवतः वर्गशिक्षकः कः? अद्य समवस्त्रेण गन्तव्यं वा? उत्तमं, धन्यवादः. धन्यवादः. विजय महोदय, विशालाक्षी विजय महोदय. शालां गतवान् तावत् घण्टा ताडिता. The bell went by that time. I will send this, so the English part also just observe. श्रीमन् अतः आगच्छामि वा? अन्तः. श्रीमन् अन्तः आगच्छामि वा? Yeah, this they have kept it a little bit easier, but otherwise for Lotlakarah it is Agachani, but that's fine. It's okay. Agrimam. Dhanyavadah Mahoday. Sriman. Ekan. Sriman. Yeah. Vishalakshi, Bhaginyaha Anantaram Yashaspini Bhagini, Meenu Bhagini. Astu. Sriman, Vishesha Kakshyam Svikarat. स्वीकरोति वा लेखनीम् एकवारं ददाति वा लेखनीम् एकवारं ददाति वा लेखनीम् एकवारं ददाति वा धन्यवादः यशस्विनी भगिनी टिप्पणीं किञ्चित् ददाति वा ह्यः एव गिरीशः स्वीकृतवान् गिरीशः स्वीकृतवान् कथं ददामि अस्तु अग्रिमं मीनू भगिनी अहं तद्दिने क्षम्यताम् अहं तद्दिने वर्गं न आगतवान् आसम् आगत्त आगच्छतु भोः क्रीडामः आगच्छतु भोः क्रीडामः भोः क्रीडामः धन्यवादः आगच्छतु भोः क्रीडामः क्रीडामः संस्कृते संस्कृतं पठित्वा क्रीडामः अस्तु अभिषेक् महोदय आं भगिनि अग्रिमं पठनीयं बहु अस्ति भो भोः पठनीयं बहु अस्ति भोः किं मम पठनीयं नास्ति वा धन्यवादः पूजा भगिनी प्रिया भगिनी पदवी अशीतितमे वर्षे समापिता वा ओके 1980 ओके सम्यक् न स्मरामि भोः धन्यवादः प्रिया भगिनी प्रिया भगिनी अस्ति किं प्रिया भगिनी अस्ति वा प्रिया भगिनी अन्म्यूट् करोतु भगिनी न श्रूयते अद्य अत्र भगिनी हा पठतु सम्यक् न स्मरामि भोः तिष्ठतु अहं स्मरामि तत् अग्रिममपि करोतु श्वः आरभ्य सहाध्ययनं कुर्मः ओके भगिनि अस्तु भगिनि सहाध्ययनं कुर्मः ययनं कुर्मः अस्तु भगिनि श्वः आरभ्य सहाध्ययनं कुर्मः अस्तु देर् इस् वन् मिनिट् मो एक्चुलि ऐ वाण्ट् टु डू वन् गीतं बट् विल् डू इट् नेक्स्ट् टैम् बट् सम्बडी हू इस् विलिङ्ग् टु सिङ्ग् वित् मी प्लीस् रेज् योर् हेण्ड् से यस् नोबडी इस् विलिङ्ग् टु सिङ्ग् Priya Bhagini. So this goes like that. मम माता देवता, मम माता देवता, मम माता देवता, मम माता देवता, अतिसरला मयि मृदुला, अतिसरला मयि मृदुला, अतिसरला मयि मृदुला माता, अतिसरला मयि मृदुला माता, गृहकुशला सा अतुला, गृहकुशला सा अतुला. अस्तु भगिनि पठतु. ओके. मम माता देवता, मम माता देवता. ऐ थिङ्क् ऐ एम् नाट् गेटिङ्ग् द करेक्ट् ट्यून्. ओके, ऐल् सिङ्ग् इट् लैन् बै लैन्. मम माता देवता, मम माता देवता, मम माता देव. सोरि, क्षम्यता भगिनि. भगिनि भगिनि, इफ् द ट्यून् बुक् लिटिल् दिस् द होल् ऐडिया इस् टु एन्जाय् द सिङ्गिङ्ग्. So, I'm not a great singer. So in fact, I'm punishing you all by singing, but... No, no, what do you mean? Shiksha eva asti. Varge shiksha asti. Patat. Mama Mata Devata, Mama Mata Devata, Mama Mata Devata, Mama Mata Devata. अतिसरला मयि मृदुला, अतिसरला मयि मृदुला, अतिसरला मयि मृदुला माता, अतिसरला मयि मृदुला माता, गृहकुशला सा अतुला, अतिसरला मयि मृदुला माता, अतिसरला मयि मृदुला माता, गृहकुशला सा तुला, गृहकुशला सा तुला. ओके, सो वाट् ऐ विल् डू इस् ऐ विल् पनिश् यु आल् इवन् मोर् बै सिङ्गिङ्ग् द एण्टायर् थिङ्ग् एण्ड् सेण्डिङ्ग् इट् आन् वाट्साप् फोर् नेक्स्ट् टैम्. लेट् अस् हाव् देट्. या, लेट् अस् हाव् देट् एस् वन् चेञ्ज् अपार्ट् फ्रोम् सेयिङ्ग् एतत् पुस्तकम्. ओके, धन्यवादः भगिनि. या, सो we'll take up the challenge of singing in Sanskrit and we'll enjoy it. It's fun. Astu. Ha, Vijay Mahodaya gatum icchati kim? Astu, aham preshayami agrime varge gayamaha. Astu. Tari shanti mantra ha aham na sthapita vati iti aham chintayami. Chintam astu. कोऽपि जानाति किं सर्वे भवन्तु सुखिनः. कोऽपि जानाति किं? डस् एनिबडी रिमेम्बर् विदौट् द स्लैड्? या, ऐ केन् टेल् वन् वन् मिनिट् जस्ट् अ मिनिट्. ओके, शान्तिमन्त्रम्. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो कृष्णार्पणमस्तु. अनेके धन्यवादाः सर्वेभ्यः. धन्यवादः. धन्यवादः भगिनी.